तर्हि नमस्ते. तर्हि अद्यतनविषयः अस्ति विवादिगणः इति. तस्य द्वितीयवर्गः अस्ति इति मन्ये. प्रायः चित्रा भगिनी गतसप्ताहे प्रथमभागः पाठयितवती इति मन्ये. तर्हि द्वितीयवर्गः अस्ति द्विवादिगणस्य. तर्हि द्विवादिगणे यत् वयं पुनस्मरणरूपेण पश्यामः चेत् द्विवादिगणे कर्तरि शप् इति सूत्रं प्रभाव्य द्विवादिभ्यः शन् इति सूर्यं कार्यं करोति. तत् अनुबन्धमपि सति. हलो, नमस्ते. जायिण्ट् तर्हि अनुबन्धलोपे सति यकारः एव तिष्ठति. शन् इति प्रत्ययः अपित् अस्ति, अतः सार्वधातुकम् अपित् इत्यस्मात् निद्वद् भवति. निधि च इति सूत्रेण गुणकार्यनिषिद्धम् अपि भवति. गुण वा वृद्धि वा द्वौ अपि कार्यं निषिद्धं भवति. अनन्तरं यदा वयं वक्ष्यामः निद्वद्भवति इति वदामः चेत् अत्र त्रीणि, प्रमुखतया त्रीणि कार्याणि भवितुम् अर्हन्ति. यत्किमिति गुणः निषिद्धः भवति. तदनन्तरम् अनिर्धातूनाम् उपधायां नकारलोपः भवति. सम्प्रसारिणां धातूनां सम्प्रसारणं भवति इति त्रीणि प्रमुखकार्याणि विस्तरेण अग्रे पश्यामः. तर्हि अत्र किमपि प्रश्नः अस्ति वा? एतत्तु पूर्वस्मिन् पुरातनवर्गे पाठयितम् अस्ति. तर्हि अग्रे गत्वा यदा प्रातिपदिकानां नामपदानां वयम् अन्तिम वर्णं स्वीकृत्य अकारान्तः, इकारान्तः, उकारान्तः इति विभज्य स्वीकुर्मः खलु, कारयार्थं तथा कुर्मः. तर्हि अस्माकं धातुपाठे किं कुर्मः इत्युक्ते अन्तिम वर्णं स्वीकृत्यैव तथा एव वयं चतुर्दशभागेषु विभजामः. तर्हि नव अजन्तधातूनां श्रेण्यः भवति, पञ्च अनन्तधातुश्रेण्यः भवति. तर्हि अजन्तधातूनां प्रति अकारान्ताः, आकारान्तः, इकारान्तः, ईकारान्तः, उकारान्तः, ऊकारान्तः, ऋकारान्तः, ऋकारान्तः, एजन्ताः इति विभक्ताः. हलन्तधातूनां कृते उपधा स्वीकुर्मः. किमर्थं हल् अन्ते अस्ति, किन्तु उपधायां यः वर्णः अस्ति इति दृष्ट्वा तत् स्वीकुर्मः. तर्हि अधुपदा, इदुपदा, उदुपद, ऋदुपद, शेषदातवः इति पञ्चभागेषु विभक्ताः. तदनन्तरं वयं दृष्टवन्तः, गतसप्ताहे एव वयं दृष्टवन्तः, नश्यति भागं स्वीकृत्य नश्यति अङ्गं भवति इति दृष्टवन्तः. तस्य रूपाणि अपि वयं दृष्टवन्तः. तर्हि अग्रे गत्वा भगिनि, एकनिमिषः भगिनि, नश् इति रूपं, नश् इति भवति खलु, तस्य सूत्रं किं भगिनि? नश् इति नकारः, नकारस्य नकारः भवति इति वा? यथा धात्वादेशः सः अस्ति, शकारधातुः सकारः भवति, तथैव नश् कथं नश् इति भवति? पुष्पा भगिनि, पुष्पा भगिनि, स्वागतं भगिनि, एकनिमिषः. नमस्ते पुष्पा भगिनि, धन्यवादः अस्ति. मीना, स्वागतं भगिनि. अन्यत् कोऽपि अस्ति वा? तर्हि भगिनि, तत्र अहं चिन्तयामि धातुविज्ञानम् इति प्रथमपाठः आसीत् खलु, द्वितीयपाठः इति मन्ये, तत्र नोः नः इति सूत्रमासीत्. समानमस्ति यत्र वयं शः सः इति उक्तवन्तः, शकारस्य स्थाने सकारः इति, तादृशमेव नकारस्य स्थाने नकारः भवति नो नः, नोः नः इति धातुवादे उपदेशे धातुवादे नोः नः अनुवृत्तिः. यदि पृष्ठतः पृष्ठभूमौ किञ्चित् ध्वनिः अस्ति चेत् कृपया म्यूट् कुर्वन्तु. तर्हि नोहनः इति धातु आदेशे एव भवति, धातोः एव कार्यं भवति तत्र. तर्हि अग्रे गत्वा ह्यः वयं दृष्टवन्तः सामान्यधातवः विशेषधातवः इति द्विवादिगणस्य विभागद्वयं कृतवन्तः. तर्हि कथं कुर्वन्ति भवन्तः एव पठन्ति वा एकैकं स्वीकृत्य? अनुवर्तनवर्गे गुरुवासरवर्गेषु कथं भवति पाठनं, क्रमः कथं भवति? तर्हि एकैकं स्वीकृत्य पठामः खलु. रामप्रिया भगिनी पठति कृपया. आं भगिनि, दिवादिगणः चतुर्विंशति एकशतं दातवः. तत्र तु प्रथमं सामान्यदातवः अस्ति, पञ्चदश अधिकशतं दातवः. येषां धातूनां कृते किमपि कार्यं नास्ति, केवलं वर्णमेलनम्. इगन्तधातुः वा लघु इगुपदधातुः वा चेत् सार्वधातुकम् अपित् किङ् इति च इत्याभ्यां गुणनिषेधः. तस्य तु तत्र तु केवलं वर्णमेलनमेव भवति सामान्यधातवः कृते. इगन्तधातुः वा लघु इगुपदधातुः वा चेत् गुणकार्यं न भवति, गुणनिषेधः सार्वधातुकम् अपित् किङ् इति च इत्याभ्यां सूत्राभ्याम्. अस्तु भगिनि, किमर्थं वर्णमेलनम् एव भवति इत्युक्ते आदौ यकारः अस्ति, यकारः अस्ति चेत् ततः पूर्वं यदि हल्वर्णः भवतु वा अन्य स्वरः भवतु वा तत्र किमपि सन्धिकार्यं न भवति एव, अतः वर्णमेलनम् इति महोदयेन अग्रे पठतु. आकारान्तदातवः एकधातुः माङ् माने मा मा योगः श्यन् माय इति अङ्गं, माय योगः ते लटि मायते इति आत्मनेपदीरूपं निष्पन्नम्. अग्रे पठामि वा. ईकारान्तदातवः दशधातवः सर्वे आत्मनेपदिनः, गुणनिषेधत्वात् अत्रापि किमपि अङ्गकार्यं नास्ति. अपि च ई योगः य इत्यनयोः संयोजनेन सन्धिकार्यं नास्ति, अतः केवलं वर्णमेलनम्. पीङ् पाने पी योगः श्यन् पीय इति अङ्गं, पीयते इति आत्मनेपदीरूपम्, ईय ईयते इति रूपम्. मम पार्श्वे तु करपत्रमस्ति, तत्र अर्थः नास्ति, रूपमेव अस्ति. तर्हि क्षम्यतां, तर्हि किमपि पुनः भवत्याः अवकाशः. एकनिमिषं भगिनि, लेप्टाप् मध्ये. ईङ् गतौ ई योगः श्यन् ईय ईयते गच्छति इति अर्थः. प्रीङ् प्रीतौ प्रीयोगः श्यन् प्रीय प्रीयते प्रसन्नः भवति. रीङ् श्रवणे रीयोगः श्यन् रीय रीयति जलं वहति. ब्रीङ् वृणोत्यर्थे व्रीयोगः श्यन् व्रीय व्रीयते आच्छादयति. डीङ् विहायसगतौ डी योगः शन् डीय डीयते पक्षि डीयते. डीङ् क्षये डी योगः शन् डीय दीयते दीयते क्षीणः भवति न्यूनी भवति. डीङ् आधारे डी योगः शन् डीय दीयते धारणं करोति. मीन् हिंसायां मी योगः श्यन् मीय मीयति मीयते हिंसां करोति. लीङ् श्लेषणे ली योगः श्यन् लीय लीयते विलीनः भवति. धन्यवादः भवति. अत्र एतावत् पर्यन्तं किमपि संशयः अस्ति वा? नास्ति भगिनि. धन्यवादः. क्षेमा भगिनी पठति. भगिनि भगिनि किं सूत्रेषु अस्तु अस्ति ङ्कारस्य पुनः भगिनि वयं दिवाकरः किं सूत्रं दिवादिगणे किं सूत्रम् ईकारस्य दिवादिगणे कुतः आगतः अहं न वदामि. कुत्र पश्यति ईकार अन्त दातवः. आमामां किं सूत्रम् सूत्रमिति तथा नास्ति. धातोः अन्तिमं दृष्ट्वा यदि वयं नामपदमस्ति चेत् वयम् अकारान्तपदम् अकारान्त प्रातिपदिकम् इकारान्तप्रातिपदिकम् इति वदामः खलु. तादृशमेव धातूनां कृते अपि अकारान्तधातुः आकारान्तधातुः इकारान्तधातुः ईकारान्तधातुः इति विभजनं कर्तुं शक्नुमः. तर्हि किं भवति, नामपदानां कृते यदि रामः अकारान्तधातुः पठति चेत् कृष्णः इत्यस्यपि रूपाणि वक्तुं शक्यते खलु भवत्या. तादृशमेव यदि ईकारान्त एकधातु पठति चेत् अन्येषामपि पठितुं सरलतया लिखितुं शक्नोति. तादृशमेव विभजनं कृतमस्ति, तावदेव. सूत्रं किमपि नास्ति अत्र. ईकारान्तदातवः अन्ते ईकारः अस्ति इत्येव तत्र सूचितमस्ति. आगच्छति वा? तादृशमेव अकारान्तपदम् इकारान्तपदम् इति वदामः खलु, तादृशमेव धातोः तृतीय. धन्यवादः. हेमा भगिनि प्रायः म्यूट् मध्ये अस्ति. पुष्पा भगिनि पठति वा अत्र ऊकारान्तदातः? अस्तु अस्तु भगिनि. उकारान्त धातवः एकनिमिषम्. ऊकारान्त धातवः द्वे धातु द्वावपि आत्मनेपदिनौ शूं प्राणिप्रसवे सुष्यन् सुयोगः श्यन् सुयोगः या सूया इति अङ्गं सूयोगः ते सूयते जनयति प्रसूयते दूं परितापे दूया दूयते दुःखी भवति. अस्तु भगिनि, किमर्थं कुतः शन् इत्यस्य कुतः यकारः एव अवशिष्यते? लोपः भवति, नकार शकार नकार लोपः भवति, यकारः आगच्छति. अहं न जानामि. त्वदिदे इति सूत्रेण लषक् तु अदिते आदि षकारः अस्ति चेत् हलन् इत् संज्ञा भवति, इत् लोपः भवति. हलन्त्यम् इति सूत्रेण अन्तिम हल् वर्णम् इत् संज्ञा भवति, लोपः भवति. अस्ति चेत् तर्हि तस्य लोपः भवति, हलन्त्यम् इत्यनेन नकारस्य लोपः भवति. धन्यवादः. उषा भगिनी अग्रे पुनः पुनः शृणुमः चेत् तर्हि मनसि भवति इति एव आशा. धन्यवादः. मम अपि भगिनी दात्वादे शः सः इति सूत्रेण शूङ् इति शू इति भवति किम्? हा उत्तमं भगिनी. आं सत्यं अधुपथ दातवः एक एक नव एक धातवः नश् आदर्शने नश् योगः श्यन् नश् य योगः य नश्य इति अङ्गं नश्य योगः ति नश्यति. तर्हि नकारस्य नकारः अभवत् सूत्रं किमासीत्? मीना भगिनी वदतु. नकार इति सूत्रमस्ति न स्मरामि सम्यक्. एकवारम् एकवारं नोः नः नः प्रथममूर्धन्य णकारः अस्ति, द्वितीयं दन्त्यनकारः. विभाषितो मर्षणे शक विभाषितो मर्षणे शक् योगः श्यन् शक्य इति अङ्गं शक्य योगः ति ते शक्यति शक्यते शक्नोति तु आयाति. अण प्राणने अण् योगः श्यन् अण् योगः य अन्य योगः ते अन्यते जीवितः तिष्ठति जीवितः तिष्ठति. हा अर्थः पदगतौ पद् योगः श्यन् पद् योगः य पद्य पद्य योगः ते पद्यते तिष्ठति भवति घटितो भवति. अर्थः शक इति दिवादिगणे अपि आगच्छति आगच्छति शक्नोति द्वादिगणे द्वादिगणे शक्नोति द्विवादि तु आगच्छति द्वादिगणे शक्नोति द्वादिगणे शक्यति शक्यते द्वादिगणे शक्नोति. न न भगिन्या यथा उक्तं स्वादिगणे अस्तु विकरणप्रत्ययः विकरणप्रत्ययः रध्य रध्यति बहु बहु म्यूट् करोतु म्यूट् सर्वे म्यूट् कर हा अस्तु रध्यति मन् मन्य मन्यते तप् तप्य तप्यति शप् शप्य शप्यति शप्यति अर्थं किम् न जानामि भगिनी न जानामि शापं करोति प्रायः नभ् नभ् नभ्या नभ्यति नभ्यति अस्तु अहं न जानामि अस् अस्य अस्यति जस् जस्य जस्यति तस् तस्य तस्यति दस् दस्य दस्यति वस् वस्य वस्यति मस् मस्य मस्यति स्नस् स्नस्य स्नस्यति नह् नह्य नह्यति. धन्यवादः. इदुपदधातवः षोडशसप्तादशधातवः सन्ति. श्विदा गात्रप्रक्षरणे स्वेदस्य आगमनं शकारः सकारः भवति धातु आदिशकारः सकारः भवति. स्विद् योगः श्यन् स्विद्य इति अङ्गं स्विद्ययोगः ति स्विद्यति क्लिद् क्लिद्यति क्ष्विद् क्ष्विद्यति किद् किद्यत् किद् किद दैन्ये किद्योः योगः श्यन् किद्य किद्यत् योगः ते किद्यते विद सत्तायां विद्योगः श्यन् विद्य विद्ययोगः ते विद्यते षिदु संराद्धौ षकारः सकारः भवति सिद् योगः श्यन् सिद्ध्य इति अङ्गं सिद्ध्ययोगः ति सिद्ध्यति डिप् डिप्य डिप्यति पकारः किमर्थं न लोपः भगिनि अन्तिमः हल्वर्णः अस्ति प्रायः मुद्रणदोषः स्यात् इति मन्ये डिप इति स्यात् तर्हि अकारलोपे सति डिप् इति भवति इति मन्ये लौकिकधातुः डिप् इति स्यात् आदेशदातु उपदेशे तु डिप इति प्रायः भवेत् एतावत् क्लिद् क्ष्विद् इति अस्ति सर्वत्र तादृशमेव अस्ति पश्यतु तिं तिं सर्वत्र अनुबन्धलोपानन्तरम् अत्र रूपं दत्तमस्ति मूलरूपं तिम डिप् स्तिम एवमस्ति इति मन्ये केन सूत्रेण तत्र अकारस्य लोपः भवेत् अकारः वा कोऽपि स्वरः अस्ति चेत् केन उपदेशे अजनुनासिकै तत्र अकारः लोपः भवति क्षिपप्रेरणे सुदादौ क्षिपति चुरादौ क्षेपयति क्षिप् योगः श्यन् क्षिप्य क्षिप्ययोगः ति क्षिप्यति तिम् तिम्य तिम्यति स्तिम् स्तिम्य स्तिम्यति क्लिश उपतापे क्लेशप्राप्तिः क्लिश् क्लिश् योगः श्यन् क्लिश्य इति अङ्गं क्लिश्ययोगः ते क्लिश्यते लिश लिश् लिश्य लिश्यते क्लिश क्लिश्यते क्लिश्यति इष गतौ इष् इष्य इष्यति ऋष हिंसायां ऋष् ऋष्य ऋष्यति बिस बिस् बिस्य बिस्यति स्निह प्रीतौ षकारः सकारः भवति स्निह् योगः श्यन् स्निह्य इति अङ्गं स्निह्ययोगः ति स्निह्यति षकारः अर्थः अस्ति कार्यं अस्ति किं षकारः सकारः भवति किन्तु किमर्थं न धातु इव स्निह् इति नास्ति नकारस्य नकारः भवति इति वा षकारस्य सकारः शहसः धातु आरे शहसः इति सूत्रेण भवति किन्तु नकारस्य नकारः अपि भवति तत्तु णत्वम् इति वदामः खलु तत्र णत्वं दशाभ्यां नूनः समानपदे इति सूत्रेण णत्वं भव आदौ तु नत्वात् एव शकारात् एव तत्र नकारः स्यात्। यदि शकारः नास्ति तर्हि नकार दन्त्यनकारः एव, सकारस्य मेलनेन दन्त्यनकारः एव भवति। आगच्छति वा भगिनि? नत्वम् इति विषयः अस्ति खलु। यदि शकारात् परे नकारः आगच्छति चेत् तस्य नकारस्य तु मूर्धन्यनकारः भवति, नकारः इति भवति। आं भगिनि, धन्यवादः। सूत्रमस्ति रसाभ्यां नो नो नः समानपरि। यः क्लिश् तु च क्लिश् समानमेव, क्लिश्यति श्यति श्यति क्लिश्यते न समान नास्ति न अस्मि भगिनि, म्यूट् मध्ये मध्ये आसम् अत्र। उदुपदधातवः अष्टत्रिंशत् धातवः सन्ति, बुध अवगमने उपदेशाचनुनासिक अनेन सूत्रेण बुद् इति भवति, लौकिकधातु बुद् बुद् एकवारं वदतु हेमा भगिनी, एकवारं वदतु। बुध इति मूलरूपम् अस्ति, तत्र अकारः अनुनासिक अकारः अस्ति, अतः उपदेशे अजनुनासिक इत् अनेन सूत्रेण अकारः लोपः भवति, तदनन्तरं लौकिकधातु भुद् इति भवति, भुद्योगः श्यन् भुद्य इति अङ्गं, भुद्ययोगः ते बुध्यते इति रूपं विहितम्। अस्तु वा भगिनि? आं भगिनि, युधसम्प्रहारे युद् योगः श्यन् युध्य इति अङ्गं, युध्ययोगः ते युध्यते, क्रुध क्रोधे क्रुध् योगः श्यन् क्रुध्य इति अङ्गं, क्रुध्य योगः इति क्रुध्यति, क्षुद बुभुक्षायां क्षुद्योगः श्यन् क्षुद्य इति अङ्गं, क्षुद्ययोगः इति क्षुद्यति, क्षुध शौचे क्षुद्योगः श्यन् शुद्ध्य इति अङ्गं, शुद्ध्ययोगः इति शुद्ध्यति, कुपक्रोधे कुप्योगः श्यन् कुप्य इति अङ्गं, कुप्ययोगः इति कुप्यति, पुष पुष्टौ पुष्योगः श्यन् पुष्य इति अङ्गं, पुष्ययोगः इति पुष्यति, शुषशोषणे शुष्कः भवति, शुषयोग शुष्योगः श्यन् शुष्य इति अङ्गं, शुष्ययोगः इति शुष्यति, तुष्प्रीतौ सन्तुष्टः भवति, तुष्यन् तुष्योगः श्यन् तुष्य इति अङ्गं, तुष्ययोगः इति तुष्यति। अत्र सर्वत्र उदुपददातवः उपधायाम् उकारः अस्ति, उपधायाम् उकारः अस्ति चेत् पुगन्तलघुपदस्य इति सूत्रस्य प्रसक्तिः अस्ति, परन्तु दिवादिभ्यः श्यन् श्यन् तु अपित् अस्ति, अपित् सार्वधातुकम् अपित् अनेन नित्वत् भवति, निति च सूत्रेण अत्र गुणनिषेधः भवति, अतः सर्वत्र उकारः एव तिष्ठति। बहु धन्यवादः। किमर्थं कर्तरि शप् आगति, किमर्थं कार्यं न करोति अत्र, किमर्थं दिवादिभ्यः शन् इति कार्यं कर्तरि शप् अत्र कार्यं दिवादिभ्यः शन् अपवादसूत्रमस्ति कर्तरि शप् सूत्रस्य, तत्र पूर्वपरनित्य इति सूत्रमस्ति किल, दिवादिगणे नित्यं तु श्यन् भवति विकरणप्रत्यय, अहं चिन्तयामि तदर्थमेव नित्यं नास्ति अपवादमस्ति, अपवादमिति क्षम्यताम् अपवादसूत्रम् आदौ यत् भवत्या उक्तं तद् नित्यं नित्यं नित्यं नास्ति अपवादसूत्रम्। रामप्रिया भगिनी वदति किमर्थं वयं विकरणप्रत्ययः अत्र आनयामः कर्तरि शत् वा अत्र तु दिवादिभ्यः श्यन् इति सूत्रात् विकरणप्रत्ययः श्यन् आगच्छति किल आगच्छति किन्तु विकरणप्रत्ययः केषां लकाराणां कृते आगच्छति ओ लकार सार्वधातुकलकाराणां कृते लट् लोट् लिङ्ग् लट् लोट् लिङ्ग् विधिलिङ्ग् लट् लोट् लङ् विधिलिङ्ग् लङ् विधिलिङ्ग् मीना भगिनी वदति वा किमर्थं सार्वधातुकलकारः इति तस्य नाम भवति एतदेव मम प्रश्नः अस्ति सम्यक् जानामि रामप्रिय भगिनी वदति वा तिंशत् सार्वधातुकम् इति सूत्रेण सार्वधातुक प्रत्ययः तर्हि तिं सार्वधातुकं भवति तर्हि तदनन्तरं यदा आर्धधातुकप्रत्ययः सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः इति प्रथमम् अस्माभिः ज्ञातव्यम् सार्वधातुकप्रत्ययः किम् इत्युक्ते तिंक्षित् सार्वधातुकम् इति नामकरणम् अस्ति तस्य षित् अस्ति वा नो चेत् किम् अस्ति चेत् सार्वधातुकम् इति यदि षित् अपि नास्ति तिम् अपि नास्ति चेत् तत् आर्धधातुकप्रत्ययः उदाहरणमस्ति लृट् लकारे श्य इति मध्ये आगच्छति खलु पठिष्यति लेखिष्यति इति आर्धधातुकप्रत्ययः अस्ति किमर्थम् इत्युक्ते श्य इति षित् अपि नास्ति तर्हि लकाराणां कृते कथम् आगच्छति यदि धातुः विकरणप्रत्ययं साक्षात् पश्यति तस्मिन् समये विकरणप्रत्ययः आगच्छति किन्तु आर्धधातुकलकाराणां कृते किं भवति लुट् प्रकारः पुनः अस्ति खलु पठिष्यति लेखिष्यति तथा इष्य इति आर्धधातुकप्रत्ययः मध्ये आगत्य उपविशति लृप्रकारस्य कृते अहम् आर्धधातुकलकाराणां कृते प्रथमं वदामि आर्धधातुकलकाराणां कृते कथं भवति उदाहरणमस्ति लृट् इति वदिष्यति पठिष्यति लेखिष्यति इति आगच्छति खलु भविष्यत्कालसूचना भवति खलु तर्हि तत्र इष्य इति मध्ये आगच्छति तर्हि आर्धधातुकलकारः अस्ति चेत् मध्ये तिङ् तु सार्वधातुकम् अस्ति एव अन्ते ति अस्ति खलु तितः अन्तीति अस्ति तर्हि तत्तु सार्वधातुकं तिंशित् सार्वधातुकम् इति अन्तिमप्रत्ययः तु सार्वधातुकविषयेण किन्तु मध्ये किं भवति मध्ये इष्य इति आर्धधातुकप्रत्ययः आगत्य उपविशति तर्हि धातुः तिङ् प्रत्ययं न पश्य द्रष्टुं शक्नोति मध्ये उपविशति खलु आर्धातुकप्रत्ययः ततः आर्धातुकलकारः भवति लट्लकारः किन्तु अस्माकं लट्लकाराणां कृते किं भवति वर्तमानकाले तिङ् अस्ति तीतः इन्ति अन्ति इति अस्ति तत्तु तिङ् इत्यस्मात् सार्वधातुकसंज्ञा भवति तस्य धातुः साक्षात् तिङ् पश्यति तस्मिन् समये विकरणप्रत्ययः आगच्छति कर्तरि शप् इति सूत्रेण यदि कर्तरिके भवति चेत् सार्वधातुके अस्ति चेत् परे अस्ति चेत् कर्तरि शप् इति सूत्रम् आगच्छति विकरणप्रत्ययः तादृशप्रत्ययाः यत्र यत्र धातुः साक्षात् किं पश्यति ते सर्वे लकाराः सार्वधातुकलकाराः इति नास्ति भगिनि नाट् वेरि क्लियर् स्टिल् किञ्चित् कार्यं अवगच्छामि किन्तु सूत्रं किं भवति इति न स्पष्टमस्ति सूत्रं किम् इत्युक्ते भगिनि प्रथमम् एतत् अवगच्छति वा सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः कः इति वक्तुं शक्यते यदि अहम् एकं प्रत्ययं वदामि चेत् सार्वधातुक वा आर्धधातुक इति भेदं विभक्तुं शक्नोति वा आम् तिङ्क्षित् सार्वधातुकं, तिङ्क्षित् न अस्ति चेत् अर्धधातुकं, तदेव सरलमस्ति खलु. तदनन्तरं लकाराणां कृते भवति, तत्तु वयं सम्यक्तया पूर्णतया वयं पठितवन्तः. किमर्थं श्य मध्ये किमर्थम् आगच्छति, केन सूत्रेण इति अहमपि सम्यक्तया प्रायः अष्टाध्यायम् अस्ति इति मन्ये, किन्तु अहं कुत्र अस्ति इति अहम् अपि न दृष्टवती. किन्तु अस्माकम् अवगमनं यत् इदानीम् आवश्यकम् इत्युक्ते मध्ये श इति आर्द्रदातुकप्रतिः उपविशति, अतः लकारस्य नाम आर्द्रदातुकलकारः इति आगच्छति वा. यदि सार्वधातुकलकारः अस्ति चेत् विकरणप्रत्ययः आगच्छति, धातुः साक्षात् तिङ् रूपं पश्यति, तत्र वयं तत्र विकरणप्रत्ययः आगच्छति. विकरणप्रत्ययः आगच्छति चेत् गणभेदः अपि भवति इति ज्ञातम् स्थापयिष्यामः. तदनन्तरं प्रायः यदा स्वरमहोदय पाठयिष्यति अग्रे, तस्मिन् समये प्रायः अस्माकम् अवगमनं दृश्यते इति मन्ये. ममापि तावदेव अस्तु भगिनि, धन्यवादः. धन्यवादः रामप्रियभगिनी. आं भगिनि, अत्र तु ऋतुपदा दातवः त्रयोदश दातवः, सृज् विसर्गे त्यजति, सृज् योगः ष्यन् सृज्य इति अङ्गं, सृज्य योगते सृज्यते, नृति गात्रविक्षेपे नृत् योगः ष्यन् नृत्य इति अङ्गं, नृत्य योगति नृत्यति, तृप् प्रीणने तृप्तः भवति प्रसन्नः भवति, तृप् योगः ष्यन् तृप्य इति अङ्गं, तृप्य योगति तृप्यति, हृष् तुष्टौ हर्षः आयाति, हृष् योगः ष्यन् हृष्य इति अङ्गं हृष्यति, रुद्धौ वृद्धौ वर्धने ऋद् योगः ष्यन् ऋद्य इति अङ्गं ऋद्यति, कृष् तनुकरणे कृशः भवति कृष् योगः ष्यन् कृष्य इति अङ्गं कृष्यति, त्रिष्यति तृष् तृष्यति, गृद् गृध्यति, दृप् दृप्यति, वृष् दृश्यति, वृष् वृष्यति, मृष् मृष्यति, मृष्यते, शेषदातवः पञ्चादशदातवः, पुष्पविकसने पुष्प इति योगः ष्यन् पुष्प्य इति अङ्गं पुष्प्य योगहति पुष्प्यति, दीपी दीप्तौ प्रकाशते दीप् योगः ष्यन् दीप्य इति अङ्गं दीप्य योगति दीप्यति, पूरी आप्या आप्यायने पूरणे पू योगः ष्यन् पूर्य इति अङ्गं पूर्य पूर्य इति अङ्गं पूर्य योगति पूर्यति, व्रीड् व्रीड्यति राद् राद्यति स्तीम् स्तीम्यति. अत्र पूरी एकः पूरी इति धातुः अस्ति, योगः ष्यन् न अत्र पुर् अस्ति पुर् न न मुद्रणदोषः वा रकारः अस्ति वा किल किल अत्र हा अस्ति अस्ति अस्ति किं रेफः अस्ति तत्र रेफः मम करपत्रे योगः अत्र अर्धचन्द्र अर्धचन्द्र अस्ति नास्ति मम मम पुस्तके मम सङ्गणके अद्य एव अहं मुद्रणं कृतवती मम पुटे नास्ति अत्र पूयोग पू एव अस्ति न अत्र अत्र पूर् अर्धचन्द्र अस्ति पू अर्धचन्द्र नास्ति भगिनि अत्र रेफ न अर्धचन्द्र रेफः रेफः रेफः अस्तु भगिनि धन्यवादः. पुष्पा भगिनी विशेषदातवः एतमपर्यन्तं सम्यक् कार्यमस्ति खलु, किं तत् कुत्रापि क्लेशः न वर्तते खलु अस्माकं? नास्ति. पञ्च विंशति धातवः अनिदित् धातूनाम् उपधायां नकारलोपः द्वे धातु यस्य धातोः ह्रस्व इकारस्य इत् संज्ञा भवति सः धातुः इदित् इति उच्यते. यः धातुः इदित् नास्ति सः अनिदित् इत्युच्यते. अनिदिताः धातूनाम् उपधायाः नकारस्य लोपः भवति किति निति प्रत्यये परे. अनिदितां धातूनाम् उपधायाः नकारस्य लोपः भवति किति निति प्रत्यये परे. दिवादिगणे तादृशौ द्वौ धातुः स्तः रज्ज रागे रज्ज रञ्ज रञ्ज रञ्ज रागे रञ्ज ब्रंशु अधःपतने ब्रंश च श्यन् निद्वत् अतः श्यनि परे अनयोः धात्वोः न लोपो भवति. रञ्जति रञ्जति रञ्ज रञ्जति रञ्जते रञ्जति. इदित् इत्युक्ते किम्? इदित् इत्युक्ते किम्? इदित् इदित् इति उच्यते. इदित् न जानामि. धातोः यदि उपदेश इकारः आसीत् इति चिन्तयतु. उपदेश अवस्थायाम् इकारः आसीत्, यत् इकारस्य इत्संज्ञापि भवति खलु उपदेशे अजनुनासिक इत्यनेन सूत्रेण. तत्र इकारस्य लोपः भवति, इत् भवति. उपदेशे धातोः इकारः अस्ति, अस्तु. तस्य इकारस्य लोपः भवति खलु उपदेशे अजनुनासिकः इति. सर्वे इकारस्य इत् भवति. तर्हि इत् इकारस्य इत् इत् इत् इदित् इति भवति. इदित् इति नाम तस्य इत् यस्य इत् इकारस्य यथा इत्संज्ञा भवति तस्मिन् समये इदित् इति वक्तुं शक्नुमः खलु. तर्हि इदित् नास्ति, उपदेशे इकारः नास्ति चेत् इकारस्य लोपः तु न भवति. तर्हि तस्य नाम भवति अनिदित् इति भवति. तस्य अनिदित् अस्ति चेत् अनिदित् धातूना अनिदित् धातुः अनिदित् अस्ति चेत् उपधायः अस्ति चेत् यदि स्थितिनिति प्रत्यये परे आगच्छति किं परे स्थितिनिति प्रत्यये परे नकारस्य लोपः भवति इति सूत्रस्य सारांशः. अस्तु रञ्ज् रजते ब्रंश् ब्रशति. अस्तु न न न अस्त चिन्तनं करोमि. रज्यते धातु धातुपाठे अनुस्वारः वर्गीयव्यञ्जनानां पञ्चमसदस्याः च इमे सर्वे मूले दन्त्यनकारः न एव इति बोध्यते बोध्यं तदा सन्धिकार्येण नकारस्य स्थाने अनुस्वारः ततः अग्रे च यथा सङ्गं अनुस्वारस्य स्थाने अन्यानि वर्गीयव्यञ्जनानि आयान्ति. अतः किमर्थमस्ति धातुपाठे एव धातुपाठं स्वीकुर्मः चेत् अनुस्वारः पञ्चमसदस्य वर्गीयव्यञ्जनं पश्यति चेत् तत्तु मूले तु दन्त्यनकारः एव रञ्ज इति अस्ति खलु तत्र नकारः अस्ति चेदपि मूले तु नकारः एव आसीत् तदनन्तरं किं भवति नकारस्य प्रथमम् अनुस्वारादेशः भवति तत् तस्य कृते सूत्रम् अग्रे भवति अस्ति अत्र उक्तमस्ति प्रथमम् अनुस्वारादेशः भवति तदनन्तरम् अनुस्वारस्य ययि परसवर्णः इति परसवर्णः आदेशः भवति जकारस्य परसवर्णः भवति सकारस्य पञ्चमवर्गः जकारस्य यत् वर्गः अस्ति तस्य पञ्चमस्तरस्य आदेशः भवति दन्त्यनकारः कथं ञकारः भवति इति अत्र उक्तम् अतः अग्रे अपि पश्यामः अतः दिवादिगणे रञ्ज धातोः मूलरूपम् अस्ति वस्तुतः रञ्ज भ्रंश धातोः मूलरूपम् अस्ति भ्रंश यथा रञ्ज नश्चाप दान्तस्य झलि इत्यनेन नश्च अपदान्तस्य झलि इत्यनेन झलिपरे अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः रञ्ज अनुस्वारस्य ययि परसवर्णः इत्यनेन ययि परे अनुस्वारस्य स्थाने परसवर्णवर्णादेशः रञ्ज अतः धातुः अस्ति रञ्ज परन्तु उपधायां नकारः अस्ति इति बोध्यम् तर्हि पश्यति खलु प्रथमं रञ्ज इति नकारः अस्ति दन्त्यनकारः आसीत् नश्चापदान्तस्य जले किमर्थं नश्चापदान्तस्य जले कार्यं करोति अपदान्तः नकारः अस्ति खलु एतत्तु पदान्ते नास्ति नकारः अपदान्ते अस्ति मध्ये अस्ति तर्हि नकारस्य स्थाने अनुस्वारादेशः भवति तदनन्तरं यदि सन्धिकार्यं पठामः चेत् तत्र परसवर्णसन्धिः इति सः अनुस्वारसन्धि परसवर्णसन्धिः इति पूर्वं पठितवान् रञ्ज् दिवादिभ्यः षन् इत्यनेन दिवादौ ष्यन् भवति कर्त्रर्थे सार्वधातुक प्रत्यये परे रञ्ज् योगः ष्यन् अनिदिताम् हल उपधाया इति किति इत्यनेन इति प्रत्यये परे उपधाया स्थितस्य नकारस्य लोपः रज् य अनिदितां हल उपधाया किति इत्यनेन इति प्रत्यये परे उपधायां स्थितस्य नकारस्य लोपः रज् योगः य रज् अङ्गमाज् आयाति अस्तु रज्य अनिदितां हल उपधाया निति इति निति परे इति एव उक्तमस्ति खलु किमर्थं षण् प्रत्ययस्य किमर्थं तत्र कार्यं भवति कथं भवति किमर्थं सार्वधातुकप्रत्यये परे सार्वधातुक किन्तु निति इति एव अत्र उक्तमस्ति खलु अनिदितां हल उपधाया निति इति एव अस्ति निति परे इति अस्ति किन्तु अस्माकं तु षण् प्रत्ययः अस्ति खलु नित् न किं कथं षण् इत्यस्य शकारस्य लोपः केन सूत्रेण अनिदितं हल् उपदायनिति इति सूत्रस्य कार्यम् अत्र सम्भवति षण् प्रत्ययस्य स्थाने अपवादसूत्र सार्वधातुकम् अपित्ति सूत्रमासीत् खलु सार्वधातुकम् सूत्रं वदति अपित् अपित् विद्वत् भवति षन् अपित् अस्ति षन् अपित् अस्ति पित् नास्ति खलु पकारस्य इत्संज्ञा न भवति खलु पकारलोपः नास्ति खलु नकारः एव लोपः भवति शकारनकारयोः एव तर्हि पित् नास्ति तर्हि अपित् इति तस्य नाम सार्वधातुकम् अपित् इति सूत्रं किं वदति सार्वधातुकं धातुकम् अपित् नित्वत् इति भवति नित् इति वदति तर्हि अनुलिताम् अलोपदायनिति इत्यस्य अपि अत्र करोति सार्वधातुकम् अपित् इति सूत्रेण अत्र निद्वत् भवति एकवारम् षन् इति अपित् अस्ति खलु अपित् अस्ति चेत् अस्माकं सूत्रं किं वदति सार्वधातुकम् अपित् इति एकं सूत्रमस्ति सूत्रस्य अर्थः भवति सार्वधातुकम् अपित् नित् इति पूर्णसूत्रमस्ति सार्वधातुकम् अपेत् यत् अस्ति तत् नित्वत् इति भवति नित्तिव तर्हि नित्तिव अस्ति चेत् अनिदितां हलोपदायानिति इति सूत्रस्यपि तत्र कार्यं भवति साक्षात् पश्यति चेत् निति परे एव एतस्य सूत्रस्य कार्यं भवति किन्तु षन् अपि इत्यस्मात् अत्र अपि कार्यं भवति सार्वधातुकम् इति सूत्रस्य लोपः तत्तु प्रथमं भवति खलु रज् योगः य रज्य इति अङ्गं रज्य ति योगः ति रज्यति अयं रञ्ज अयं एकनिमिषं भगिनि अयं रज् रञ्ज् धातुः द्वादौ अपि अस्ति तत्र शप् इति विकरणं शप् च न कित् न वा ङित् अतः अनिदितां हल उपदाया ङिति इति सूत्रेण न लोपः न भवति परन्तु तत्रापि न लोपः इष्टः अतः पाणिनिना तदर्थं विशिष्टसूत्रं विरचितम् रञ्च् धातुः वादिगणे अपि अस्ति वादिगणविकरणप्रत्ययः शप् अस्ति शप् पित् अस्ति इति ङिति अनिदितां हल उपदाय ङिति इति सूत्रं न कार्यं करोति परन्तु सार्वधातुकम् अपित् इति सूत्रस्य अपित् प्रत्ययः ङित्वत् कार्यं करोति शप् अपित् नास्ति इति ङित्वत् कार्यं न करोति परन्तु विशिष्टसूत्रमस्ति रञ्जेश्च इति रञ्ज् धातोः अपि नकारस्य लोपः भवति शपि परे रञ्जेः षष्ट्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं श्नान् लोपः इत्यस्मात् नलोपः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं रञ्जेः च अङ्गस्य नलोपः शपि शप् प्रत्ययः परे अस्ति चेत् नकारलोपः भवति रञ्ज् इति अङ्गस्य भवतु इति कृत्वा पाणिनिः एतत् सूत्रं लिखितवान् इति किम् एतत्तु पङ्क्तिद्वयं तु दिवादिगणस्य कृते नास्ति रज् रञ्ज् धातोः कृते अस्ति रञ्ज् धातुः दिवादिगणे अपि अस्ति गुहादिगणे अपि अस्ति दिवादिगणे किं भवति अनिदितां हलोपदायानिति इति सूत्रेण नकारलोपः भवति रूपं भवति रज्यति गुहादिगणे किं भवति गुहादिगणे तत्र नकारः अस्ति खलु मध्ये तस्य किं भवति तस्य तु चित् अस्ति शप् तर्हि अनिदितां हलोपदायानिति इति सूत्रस्य प्रसक्तिः एव तत्र नास्ति तर्हि पाणिनिः किं कृतवान् इष्टरूपं स्वीकर्तुं रजति रजते इत्येव लौकिक धातु रूपम् अस्ति, तर्हि तत्र स्वीकर्तुं रञ्जेश इति सूत्रं विरचितवान्। तत्र रञ्जेः सङ्गस्य न लोपः शपि इति, शपस्ति चेत् अपि नकारस्य लोपः भवतु इति। सार्वधातुकलकार एव नकारलोपः अस्ति खलु, लृट् लकारस्य न रूपं किं भवति तत्र नाप्रायः न भवति किमर्थम् इत्युक्ते अत्र तत्र द्रष्टव्यं नृत्तकारः नित्वत् नास्ति खलु, तर्हि प्रायः न स्यात्, किन्तु शपि परे इति एव अत्र उक्तम् रञ्जिष्यति इति भवति किम्, अग्रे अपि अन्यानि कार्याणि अपि द्रष्टव्यं, वयं तथा न वक्तुं शक्नुमः। अहं तु रूपाणि सम्यक्तया यदि जानीया तर्हि प्रायः अहं वक्तुं शक्नोमि, अहं सम्यक्तया न जानामि भगिनि। अन्यानि कार्याणि अपि भवन्ति, अतः विशिष्टकार्याणि भवितुम् अर्हन्ति, ततः अहं ऊहं सम्यक् कर्तुं न शक्नोमि। आं भगिनि, धन्यवादः। वादिगणे रजति रजते इति रूपे भवतः, ब्रंश् धातुः नश्चापदान्तस्य जलि इत्यनेन जलिपरे अपदान्तस्य नकारस्य स्थाने अनुस्वार आदेशः ब्रंश् इति भवति। षकारः ययि नास्ति, अतः परसवर्ण आदेशः न भवति। तर्हि धातुः ब्रंश् परन्तु उपधायां नकारः अस्ति चेत् बोध्यम्। ब्रंश् दिवादिभ्यः श्यन् इत्यनेन दिवादौ श्यन् भवति, कर्त्रर्थे सार्वधातुकप्रत्यये परे ब्रंश्योगः श्यन्, अनिदितां हल उपधाया ङिति इत्यनेन ङिति प्रत्यये परे उपधायां स्थितस्य नकारस्य लोपः। ब्रश् योगः य ब्रश्य इति अङ्गं ब्रश्ययोगः इति ब्रश्यति। ब्रंश् धातुः नकारस्य स्थाने अनुस्वरः आगच्छति, परवर्णः षकारः अस्ति, षकारः वर्गीयवर्णः नास्ति, अतः अनुस्वरः एव तिष्ठति। ययि नास्ति, ययि प्रत्याहारः नास्ति, ययि प्रत्याहारः नास्ति। किमर्थम् इत्युक्ते ययि अस्ति चेत् यकारः वकारः लकारः तेषां तु सवर्णः भवति एव। आमाम्, आं भगिनि, वयं पश्यामः, किन्तु अस्माभिः यत् ज्ञातव्यम् इत्युक्ते मूले नकारः अस्ति इति अवगमनं भवितव्यम् इति एव तत्र। आम् अयं ब्रंश् धातुः वादौ अपि अस्ति, तत्र नकारलोपः न भवति, ब्रंशते इति रूपं यथा रञ्जेश इति नकारलोपः भवति, तत्र ब्रंश् इत्यस्य न भवति इति। अस्तु, रामप्रिया भगिनी। आं भगिनि, अनिदितां हल् उपधाया किङ् इति, येषां हलन्तधातूनां ह्रस्व इकारस्य इत्संज्ञा नास्ति, तेषाम् उपधायां नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति इति ङिति प्रत्यये परे। इत् इत् अस्ति, येषान्ते इदितः न इदितः अनिदितः, बहुव्रीहिगर्भः नञ्च तत्पुरुषसमासः तेषाम् अनिदिताम्। इक् च इङ् च तयोः इतरेतरद्वन्द्वः किङौ, किङौ इतौ यस्य सः किङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः तस्मिन् किङिति। अनिदितां षष्ट्यन्तं, हलः षष्ट्यन्तम्, उपधाया षष्ट्यन्तं, किङिति सप्तम्यन्तम्, अनेकपदं सूत्रम् इदं सूत्रम्। श्नान् लोपः इत्यस्मात् न लोपः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्। अनिदितां हलः अङ्गस्य उपधायाः न लोपः किङिति। अत्र सूत्रस्य अर्थम् अस्ति हलन्तधातूनाम् अस्ति चेत् ह्रस्व इकारस्य इत्संज्ञा नास्ति, तेषाम् उपादायां नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति ङिति किति या ङिति प्रत्यये परे. धन्यवादः. धातुः इति नास्ति, हलः अङ्गस्य इति. हलः अङ्ग हलः अङ्गस्य. अङ्गम् इत्युक्ते किम्? अङ्गम् इत्युक्ते यदा भूयोः अत्र रञ्जयोगः यव रञ्ज इति अङ्गम्. तर्हि प्रत्ययः इति अङ्गम् इति किम् इति ज्ञातं चेत् प्रकृति यस्मात् प्रत्यय विधीयते अङ्गम् सूत्रं विस्मृतवती. अनुस्वारादेशः नश्चापदान्तस्य जलि, नश्चापदान्तस्य जलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वार आदेशो भवति जलि परे. जल् प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च षषसः इति वर्णाः अन्तर्भूताः. पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः, तस्य अपदान्तस्य, न नः षष्ट्यन्तं च अव्ययपदम्, अपदान्तस्य षष्ट्यन्तं जलि सप्तम्यन्तम् अनेकपदम् इदं सूत्रम्. मोनुस्वरः इत्यस्मात् मह इत्यस्य अनुवृत्तिः तयोः योर्वा वचि संहितायाम् इत्यस्मात् संहितायाम् इति अस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अपदान्तस्य महानः च अनुस्वारः जलि संहितायाम्. अत्र तु अपदान्तस्य नकारः मकारः स्थाने अनुस्वार आदेशः भवति यदा मकारस्य तु पदान्तस्यापि भवति पद ओ ओहो नकारस्य एव अपदान्तस्य अपदानि भवति अनुस्वारादेशः भवति. हेमा भगिनी कथयति वा? भवती एव अग्रिमपि पठतु. आं भगिनि. परसवर्णादेशः अनुस्वारस्य ययि परसवर्णः, अनुस्वारस्य ययि परसवर्णः, अनुस्वारस्य स्थाने परसवर्ण आदेशो भवति ययि परे. परस्य सवर्णः परसवर्णः षष्ठी तत्पुरुषः. अनुस्वारस्य षष्ट्यन्तं ययि सप्तम्यन्तं परसवर्णः प्रथमान्तं त्रिपदम् इदं सूत्रं. यै प्रत्याहारे श श स ह एतान् वर्जयित्वा सर्वे हल् वर्णाः अन्तर्भूताः. तयोर्वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अनुस्वारस्य ययि परसवर्णः संहितायाम्. अत्र तु अनुस्वारस्य स्थाने तद् वर्गीयपञ्चमवर्णः आगच्छति ययि परे अस्ति चेत्. सर्वे हल्वर्णाः शशसः विना सर्वे हल्वर्णाः यै प्रत्याहारे अन्तर् अस्ति. तदेव इदं परसवर्णः इत्युक्ते अनुस्वारात् परः यः वर्णः तस्य सवर्णः. सवर्णः इत्युक्ते अनुस्वारात् परः यः वर्णः तस्य सवर्णः. सवर्णः नाम अनुस्वारात् यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते. अनुस्वारात् परः यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते. अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु. अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु. परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः? स्थानेन्तरतमः अन्तरतमः सूचयति यत् यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु. वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव. अतः स्थाने अन्तरतमः इत्यस्य साहाय्येन अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति. यथा अङ्ग अङ्ग अङ्ग, मञ्च मञ्च, मन्था मन्था. ध्येयं ष ष स ह इति वर्णाः यय् प्रत्याहारे न सन्ति इति कारणेन येष परेषु अनुस्वारस्य परसवर्णादेशो न एव भवति. यथा रंस्यते रंस्यते, नंस्यति नंस्यति, सङ्गंस्यते सङ्गंस्यते. तत्र सङ्गम् इति इत्यस्य नकारः प्रायः स्यात्. सकारात् पूर्वं यत् यत् यः अनुस्वारः अस्ति तस्य तु अनुस्वारः एव तिष्ठति, किन्तु गकारात् प्राक् यत् यत् अनुस्वारः अस्ति तस्य नकारादेशः भवति. एकवारम् अत्र अनुस्वारद्वयमस्ति खलु, प्रथमस्य नकारः आदेशः भवति मुद्रणदोषः इति मन्ये. उक्तमस्ति चेत् परसवर्णः इत्युक्ते नाम किम् इति अत्र उक्तमस्ति. पर इत्युक्ते अग्रिमम् इति अर्थः. तर्हि अग्रिमं यत् वर्णः आगच्छति तस्य सवर्णः इति. सवर्णः नाम किं? तुल्यस्य प्रयत्नं सवर्णम् इति सूत्रमस्ति. इत्युक्ते समानवर्गे किमपि वर्गव्यञ्जनानां वर्गे स्थिताः ये ये वर्णाः ते सर्वे सवर्णाः इति. किन्तु सवर्णाः तु पञ्चसवर्णाः सन्ति खलु वर्गीयव्यञ्जनेषु. किन्तु पञ्चसवर्णाः सन्ति, तेषु कः स्वीकुर्मः? तस्य तदर्थं स्थानेन्तरतमः इति सूत्रं वदति. स्थानेन्तरतमः भवति यस्य स्थाने आदेशः भवति तस्य आदेशः भवति तस्य एव सदृशः भवतु इति वदति. स्थानेन्तरतम इत्यस्य अग्रे अनुस्वारस्य परसवर्ण स्थाने अन्तरतमः प्रसङ्गे स्थानम् अर्थं गुणं प्रमाणम् इत्येषु अन्यतमम् अनुसृत्य तुल्यतमः आदेशो भवतु. यत्र यत्र स्थानेन निर्णेतुं शक्येत तत्र तत्र स्थानमेव निर्णयस्य आधारः. स्थाने सप्तम्यन्तं सप्यं सप्तम्यन्तं अत्र प्रिण्टिङ्ग् मिस्टेक् दोष नास्ति. सप्तमी योगः अन्तं सप्तम्यन्तम् अन्तं न न न न न न आगच्छति अन्तरतमः प्रथमान्तं द्विपदमिदं सूत्रं सप्तमान्तम् अन्तरतमः प्रथमान्तं द्विपदमिदं सूत्रम् इदं सूत्रं परिभाषासूत्रं यत्र आदेशः अपेक्षितः अपि च अनेकानां वर्णानां ग्रहणम् अस्ति अपि च तेषु कः वर्णः गृहीतः स्यात् इत्यर्थं कोऽपि नियमः नास्ति. तस्यां दशायां यत् सूत्रम् आगत्य नियमति तत् परिभाषासूत्रम् इत्युच्यते. अत्र प्रसङ्गे तुल्यतम आदेश इति उक्तं तुल्यतम प्रसङ्ग इत्युक्ते यत्र प्राप्तिरस्ति तुल्यता समानता सादृश्यम् इत्यस्य आधारेण आदेशस्य विधानं चेत् तर्हि स्थानम् अर्थं गुणं प्रमाणं वा अनुसृत्य तुल्यता परिशील्यताम् सर्वप्रथमं स्थानं स्थानं न उपलभ्यते चेत् अर्थः न लोपभ्यते चेत् गुणः न लोपभ्यते चेत् प्रमाणम् इति निर्णयस्य न उपलभ्यते चेत् प्रमाणम् इति निर्णयस्य आधारः आधिक्येन स्थानम् अनुसृत्य एव आदेशः भवति अपरेषां प्रसङ्गः विरलः. तर्हि सवर्णः इत्युक्ते समान वर्गे भवतु इति उक्तवान्. तर्हि ककारस्य सवर्णः वक्तुं शक्नुमः चेत् वदामः चेत् ककारः क ख घ ग न पञ्च अपि सवर्णाः सन्ति किन्तु ततः वयं किं स्वीकुर्मः इत्येव प्रश्नः. तस्य कृते एव स्थानेन्तरतमः इति सूत्रं वदति सदृशतुल्यता भवतु समानता भवतु सदृशं भवतु इति तत् अत्र स्थानम् अर्थं गुणं प्रमाणम् इति श्रेणीकृतमस्ति. तर्हि प्रथमं स्थानं स्वीकर्तव्यं स्थानं नास्ति चेत् अर्थं स्वीकुर्मः नास्ति चेत् गुणं स्वीकुर्मः इति प्रमाणं स्वीकुर्मः इति तत्र तुल्यतायाः विवरणं दत्तमस्ति. तुल्यता अर्थं किं तुल्यता इत्युक्ते तुलनां कुर्मः चेत् समानतुलनां भवति चेत् तुल्यता इति समानता इति इति तां धातूनां न लोपो न भवति इतां धातूनां न लोपो न भवति यथा इति इदित् धातुः धातोः इत्यनेन नुमागमः वन्द् इति धातुः इत्यनेन नुमागमः वन्द् इति धातुः अस्य न लोपः न भवति लोपः न भवति न नकारः योगः अकारः एव न भवति खलु, एतत् हलन्तम् अस्ति खलु नकारः इति वदि वद् वन्द् वन्द् वन्द् वदि वद् उपदेशे जननासिक इत् वद् वन्द् इति तो नुम् धातुः धातोः वन्द् वन्द् नश्चापदान्तस्य झलि वन्द् वन्द् अनुस्वारस्य ययि परसवर्णः वन्द् आयाति प्रथमम् इकारस्य लोपः भवति उपदेशे अजनुनासिक, तदनन्तरम् इकारस्य लोपः भवति इत्यस्मात् इदित् भवति, इदित् धातुः भवति, इदित् धातुः अस्ति चेत् सूत्रं कार्यं करोति इदितोनुं धातोः अस्ति तत्र, ततः नकारः आदेशः भवति, तर्हि बन्द् इति भवति रूपम्, वन्द् इत्यस्य नश्चापदान्तस्य जलि इति सूत्रेण अनुस्वारादेशः भवति, पुनः अनुस्वारस्य इ परसवर्णः इति तालव्यदकारः परे अस्ति इत्यस्मात् पुनः नकारः एव आगच्छति आगच्छति पर्याप्तं भगिनि मीना भगिनि लाञ्चि इति मूलरूपम् उपदेश अजनुनासिक इत्यनेन इकारलोपः लाच् भवति, इदितो नुम् धातोः इति नकारः आदेशः भवति लाञ्च् इति रूपं, नकारस्थाने अनुस्वरः आगच्छति नश्चापदान्तस्य जलि इत्यनेन, अनुस्वारस्थाने सवर्णः अनुस्वारस्य ययि परसवर्णः इति चूवर्गस्य नकारस्य नासिकवर्णः इति किं नामम् अस्ति किम् अनुनासिकः इत्युक्ते यत् बिन्दुः अस्ति किं तत्र खलु बिन्दुः नाम अनुनासिकः इति अनुस्वारः इति अनुस्वारस्य परसवर्णः ण्यकारः भवति खलु चावर्गे तु ण्यकारः अस्ति खलु पञ्चमसदस्य वर्णः पञ्चमवर्णस्य टर्म् अस्ति किम् नेसल् लेटर्स् अनुनासिकः भवति अनुनासिकः भवति अनुनासिकवर्णः ओके चूवर्गस्य पञ्चमवर्णः आगच्छति लाञ्च् इति भवति एतादृशं कपि इति कप् भवति कम्प् भवति कम्प् परन्तु मकारः आदेशः भवति कम्प् मक् लबि इति लम्ब् भवति अग्रे पठतु इदितो नुम् धातोः इदितः धातोः नुम् आगमौ भवति इदित् इत्युक्ते इत् यस्य सः तत्र प्रथमः इत् नाम ह्रस्वः इकारः द्वितीयः इत् नाम इत् संज्ञा ह्रस्व इकारस्य इत् संज्ञा यस्य सः धातुः इदित् इत् इत् संज्ञा यस्य स इदित् तस्य इदितः बहुव्रीहिः इदितः षष्ट्यन्तं नुम् प्रथमान्तं धातोः षष्ट्यन्तं त्रिपदम् इदं सूत्रं स्वयं सम्पूर्णं इदितो धातोः नुम् अत्र धातुः इत् इकारः ह्रस्व इकारः इत् संज्ञा अस्ति चेत् नुम् आगमः भवति नुम् किं स्थाने आगमः भवति कस्य स्थाने इति वा आगमः आगमः उपायं भवति कुत्र भवति मिदचोन्त्यात् परः इति सूत्रं वदति मित् अस्ति चेत् तत्र लुम् इति मित् अस्ति खलु मकारस्य लोपः भवति मित् अस्ति मित् अस्ति चेत् अन्त्यात् पर अच् अन्त्यात् परः इति सूत्रं वदति अन्तिम अच् वर्णस्य परः आगच्छति अत्र लाञ्च् अत्र एकनिमिषः तत्र लाच् इति अस्ति खलु लब् इति अस्ति अन्तिम अकारः कुत्र अस्ति लकारस्य परः अकारः अस्ति ते एव सः एव अन्तिम तर्हि तस्मात् परे आगच्छति अनन्तरम् आगच्छति मिदच्छोन्त्यात् परः पूर्वमेव दृष्टवती परन्तु न सम्यक् स्मरामि अत्र तत्र प्रथमः इत् नाम ह्रस्व इकारः किमर्थं तत्र तकारः किं सूचयति एकं सूत्रम् अस्ति स्मरतु प्रायः न पठितवन्तः कपरतकालस्य इति सूत्रं वदति तकारः तस्मिन्नेव कालं सूचयति इति इकारस्य अनन्तरं तकारः आगच्छति चेत् इत् इति नाम इकारमेव सूचयति ह्रस्व इकारः एव तदेव अकारः न अस्ति चेत् इकारः ईकारः प्लूत इकारः सर्वे धन्यवादः पूरयिष्यामः ततः ततः पर्यन्तमेव महोदय प्रश्नः उदेति इति पठित प्रश्नः उदेति यदि वदीन् धातौ नकार आदेशः भवति एव तर्हि किमर्थं वन्द् मूलधातुः न स्यात् तथैव यदि लबि मकारः आयाति एव तर्हि किमर्थं लम्ब् इत्येव मूलधातुः न स्यात् उत्तरमस्ति यत् तत्र कतिचन कार्याणि सन्ति यथा अनिदितां हल उपधायाङिति इत्यनेन यः धातुः इदित् नास्ति तस्य धातोः उपधायां स्थितस्य नकारस्य लोपः स्यात् कितिङिति परे परन्तु इदित् चेत् अस्माभिः यः नकारः आनीतः तस्य नकारस्य लोपः कस्यामपि दशायां न भवति साक्षात् आरम्भतः नकारः अस्ति चेत् तस्य लोपः कितिङिति च भवति यथा बन्द् धातौ नकारः उपस्थितः मूलधातौ अतः किति ङिति परे नकारलोपः भवति ल्युटि बन्धनं नकारः उपस्थितः यतोहि ल्युट् प्रत्ययः कित् अपि नास्ति ङित् अपि नास्ति परन्तु त्वान्तरूपं बद्ध नकारलोपः यतोहि तप्रत्ययः कित् अस्ति लभि धातोः इदितो नुम् धातोः इत्यनेन नुम् आगमः लम्ब् अस्य नकारस्य लोपः किति ङिति न भवति यथा तान्तरूपं लम्बितः तर्हि इदितो नुम् धातोः तदनन्तरम् एतत् पङ्क्ति अपि एषा पङ्क्ति अपि अस्माकं द्विवादिगणस्य कृते नास्ति किन्तु अवगमनार्थं दत्तमस्ति महोदय तर्हि अनिदितां हलोपदायान् इति पूर्वं दृष्टवन्तः खलु तर्हि अनि केचन नित् नास्ति चेत् नकारः तिष्ठति नित् अस्ति चेत् नकारः लोपः भवति खलु तर्हि कार्यद्वयं भवितुमपि अर्हति किन्तु इदितो नम् धातोः इति सूत्रं किं वदति यदि इकारस्य इत् भवति चेत् नकारः मध्ये आगच्छति इति तर्हि अस्माकं प्रश्नः उदेति किमर्थं पूर्वमेव लम्ब् इति एव धातुः भवति चेत् सम्यक् एव खलु किमर्थं लभि इति दत्वा पुनः लम्ब् इति अभवत् तस्य उत्तरम् अत्र उक्तमस्ति लम्ब् इदितो नम् धातोः इति लम्ब् इति आगच्छति चेत् तस्य अनिदितां हल उपादाय इति सूत्रस्य तत्र कार्यं न कर्तुम् अर्हति. नूतनतया आनीतं खलु इदितोनुं धातोः इति अन्यकार्यमपि अस्ति. किमर्थं न पश्यति, किमर्थं तत्र कार्यं न करोति इति अन्यकार्यमस्ति. तर्हि आदौ अतः एव वयम् आदौ एव न आनीतवन्तः इति तत्र संक्षेपरूपेण उक्तवान्. पूर्वत्र सिद्धमिति कार्य सूत्रेण अत्र अनिदितां हलोपदाय कार्यं न कर्तुं शक्नोति. प्रायः अन्तः न पठितवन्तः इति मन्ये, किन्तु तत्र अनिदितां हलोपदायम् इति सूत्रस्य तत्र कार्यं न भवति एव. आगच्छति वा? नकारः सर्वे तिष्ठन् इति इच्छन्ति इच्छामि चेत् तत्र नकारः धातुपाठे नास्ति, परन्तु इदित् इति पाणिनेः रचयति. धन्यवादः. तर्हि एतावत् पर्यन्तं किमपि प्रश्नः अस्ति वा अस्माकं अभवत् प्रसङ्गः अभवत् अद्यतनप्रसङ्गः? किमपि प्रश्नः नास्ति भगिनि? नास्ति खलु. रामप्रिया भगिनी, हेमा भगिनी, पुष्पा भगिनी, धन्यवादः. धन्यवादः. शुभरात्रि. क्षम्यताम्, अहमपि नूतना अस्ति अतः प्रायः मयापि दोषः कृतः इति मन्ये कुत्रचित् अपि. महोदय समये विवरणं कृतवान्, whoever reads विवरणं करोति. सम्यक् कृतवान् किल, विवरणं करोति. धन्यवादः भगिनि. धन्यवादः. बहु धन्यवादः.